सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ परिचितं सुभाषितं श्रूयते, भगिनी कृपया एकवारं सुभाषितं स्मारयतु. गुरुभ्यो नमः. विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्याविहीनपशुः. हयों गुरुभ्यो नमः. धन्यवादाः. गतवर्गे द्वितीयाविभक्तिः इति विषयः आरब्धः, अद्यापि तस्यानुवर्तनं भवति. अष्टनवतितमे पुटे सरलः अभ्यासः वर्तते, तम् अभ्यासं कुर्मः. तत्र एकं कोष्टकं दत्तमस्ति, कोष्टकस्य आधारेण द्वितीयाविभक्तिं प्रयुज्य वाक्यानि पूरयत इति लिखितमस्ति. द्वितीयाविभक्तिः अस्मिन् पदे कर्मधारयसमासः अस्ति. द्वितीया विभक्तिः समस्तपदं, द्वितीया च सा विभक्तिः च इति विग्रहवाक्यं भवितुमर्हति. विशेषणपूर्वपदकर्मधारयसमासः भवति. द्वितीया विभक्तिं प्रयुज्य इति लिखितमस्ति. प्रयुज्य इति ल्यबन्तपदमस्ति. ल्यबन्तपदम् अपि कर्मपदं स्वीकर्तुं शक्नोति. धातुः सकर्मकः अस्ति इति कृत्वा कर्मपदं स्वीकर्तुं शक्नोति. ल्यबन्तानि शत्रन्तानि कर्मपदानि स्वीकर्तुं शक्नुवन्ति. वाक्यानि पूरयत इत्यस्मिन् वाक्ये वाक्यानि इति कर्मपदमस्ति. पूरयत इत्यत्र पूरी आप्यायने इत्यस्मिन् अर्थे चुरादिगणीयधातुः पूरी अस्ति. तस्मिन् धातौ दीर्घ ईकारः अनुनासिकवर्णः अस्ति. द्वितीयाविभक्तिः इत्यस्मिन् पदे कर्मधारे समासः अस्ति इति उक्तवती खलु. कर्मधारयसमासस्य कृते अन्यानि उदाहरणानि अहं प्रेषितवती. उदाहरणार्थं कानिचन पदानि अहं वदामि. एकपुरुषः, तत्र एकः पुरुषः, एकपुरुषः. उत्तमः पुरुषः, उत्तमपुरुषः. उत्तमा बालिका, उत्तमबालिका. उन्नतः वृक्षः, उन्नतवृक्षः. उन्नतः च सः वृक्षः च. एवं रीत्यापि विग्रहवाक्यं वक्तुं शक्यते. उन्नतः वृक्षः, उन्नतवृक्षः. तत्रापि विशेषणपूर्वपदकर्मधारे समासः अस्ति. रज्जुः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा दीर्घारज्जुः, दीर्घरज्जुः. नीलम् उत्पलं, नीलोत्पलं. तदपि विशेषणपूर्वपदकर्मधारे समासः एव. एकः पुरुषः, एकपुरुषः. एवमेव सर्वदेवाः इति समस्तपदमस्ति चेत् सर्वे देवाः. समानः मन्त्रः, समानमन्त्रः. मध्यमः मार्गः, मध्यममार्गः. नवाः पाठकाः, नवाः इत्युक्ते नूतनाः. नव इति सङ्ख्या इति नास्ति, नवा इत्युक्ते नूतना इति अर्थः अस्ति. नवाः पाठकाः, नवपाठकाः इत्युक्ते नूतनाः पाठकाः इति अर्थः. पूर्वः पुरुषः, पूर्वपुरुषः. प्रथमः पुरुषः, प्रथमपुरुषः. चरमं भाषणं, चरमभाषणं. परमः पुरुषः, परमपुरुषः. वीरः पुरुषः, वीरपुरुषः. वीरपुरुषः इति पदं समस्तपदं, तस्मिन् विशेषणपूर्वपदकर्मधारे समासः अस्ति इति अहम् उक्तवती. वीरपुरुषः इति पदं बहुव्रीहिसमासयुक्तं पदमपि भवितुमर्हति. कथम् इत्युक्ते वीरपुरुषः ग्रामः, वीरपुरुषः ग्रामः इति वदामश्चेत् तत्र यस्मिन् ग्रामे वीराः पुरुषाः सन्ति सः ग्रामः इति अर्थः आयाति. इति कृत्वा वीरपुरुषः पदं वाक्ये तस्य पदस्य प्राधान्यम् आश्रित्य बहुव्रीहिसमासयुक्तं पदमपि भवितुमर्हति. वीरपुरुषः ग्रामः इति अपि भवितुमर्हति. किन्तु वीरः पुरुषः तावत्पर्यन्तं वीरपुरुषः इत्यस्मिन् पदे विशेषणपूर्वपदकर्मधारय समासः अस्ति. एवमेव महादेवः, महादेवी, महावैयाकरणः इत्यादिषु पदेषु विशेषणपूर्वपदकर्मधारय समासः अस्ति. महान् वैयाकरणः, तत्र विग्रहवाक्यं महान् वैयाकरणः, महावैयाकरणः भवति महान् देवः, महादेवः, उत्कृष्टः वैद्यः, उत्कृष्टवैद्यः. अपि च सज्जनः पदमस्ति खलु, सञ्जनः, तत्रापि विशेषणपूर्वपदे कर्मधारे समासः अस्ति. एवमेव सद्वैद्यः, सन्वैद्यः, सद्वैद्यः, तस्मिन् पदे अपि विशेषणपूर्वपदकर्मधारे समासः अस्ति. एवमेव एकं नूतनं पदमस्ति जरन्ताः नैयायिकाः. नैयायिकाः इत्युक्ते यः न्यायशास्त्रं जानाति सः नैयायिकः. जरन्ताः नैयायिकाः, जरन्नैयायिकाः, जरन्नैयायिकाः इति समस्तपदमस्ति. तस्मिन् पदे अनुनासिकसन्धिः अपि भवति. साधारणतया द्वयोः सुबन्तयोः मध्ये एव समस्तपदनिर्माणं भवति. जिरु इति दीर्घरूकारान्तधातुः एकः अस्ति. जिरु धातोः रूपमेव जीर्यति, जीर्णम् इत्यादीनि पदानि जिरु धातोः रूपाणि एव. जिरु धातुः वयोहानौ इत्यस्मिन् अर्थे दीर्घरूकारान्तधातुः एकः अस्ति. तस्य धातोः लट्लकाररूपं जीर्यति. सः धातुः त्रिषु गणेषु अस्ति, किन्तु वयोहानौ इत्यस्मिन् अर्थे एव सः धातुः अस्ति. जरन्ताः नैयायिकाः इति विग्रहवाक्यं भवति. जरन्ताः नैयायिकाः, जरन्नैयायिकाः, द्वयोः पदयोः प्रातिपदिकं स्वीकृत्य एव समस्तपदनिर्माणं करणीयं. तत्र तकारस्य स्थाने नकारः आयाति इति कृत्वा समस्तपदं जरन्नैयायिकाः. जरन्नैयायिकाः इत्यस्मिन् पदे अपि विशेषणपूर्वपदे कर्मधारे समासः अस्ति. तत्पुरुषसमासे बहवः प्रभेदाः सन्ति. तेषु अन्यतमप्रभेदः एव कर्मधारे समासः. कर्मधारे समासे अपि पुनः बहवः प्रभेदाः सन्ति, नवप्रभेदाः सन्ति कर्मधारे समासे. तेषु प्रथमप्रकारकः अस्ति विशेषणपूर्वपदकर्मधारयसमासः. आहत्य अस्माकं विषयः द्वितीयाविभक्तिः. तस्मिन् पदे अपि विशेषणपूर्वपदकर्मधारे समासः अस्ति इति. अपि च क्षेमम् इत्यस्मिन् प्रसङ्गे गते वर्गे अरविन्दमहोदयेन उक्तमस्ति. क्षेमं क्षीधातुतः ऊणादिप्रत्ययेन निर्मितं पदम् इति सः उक्तवान्. अपि च शरणागतः, शरणापन्नः, दुःखापन्नः, सुखापन्नः, संशयापन्नः इत्यादिषु पदेषु द्वितीया तत्पुरुषसमासः अस्ति इति अस्माभिः चर्चितं गते वर्गे. द्वितीया तत्पुरुषसमासस्य प्रसङ्गे एकं विशिष्टं सूत्रमस्ति. द्वितीया श्रितातीत पतित गत अत्यस्त प्राप्तापन्नैः इति सूत्रेण द्वितीया तत्पुरुषसमासः भवति. तस्मिन् सूत्रे कानिचन पदानि उक्तानि, श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न इत्यादिषु पदेषु अन्यतमं पदम् उत्तरपदे अस्ति चेत्, पूर्वपदं समर्थं सुबन्तपदमस्ति चेत्, तदा द्वितीया तत्पुरुषसमासः भवति. तदवगन्तुं कानिचन उदाहरणानि अपि प्रेषितानि. पुनः अस्माकं विषयं प्रति गच्छेम. अष्टाध्याय्यां प्रथमाध्याये संज्ञासूत्राणि सन्ति. प्रथमाध्याये एकं सूत्रमस्ति, कर्मसंज्ञाविधायकसूत्रं. कर्मसंज्ञाविधायकसूत्रं, सूत्रं किम् इत्युक्ते, कर्तुरीप्सिततमं कर्म. कर्तुरीप्सिततमं कर्म इति संज्ञासूत्रमस्ति. तेन सूत्रेण कर्मलक्षणम् उक्तमस्ति. अपि च प्रत्येकं धातोः अर्थाः सन्ति. धात्वर्थः कः इति आदौ अस्माभिः ज्ञातव्यम्. व्यापारः अपि च फलं द्वयमपि धात्वर्थेन उच्यते. गम् धातोः अर्थः उत्तरदेशसंयोगानुकूलव्यापारः. पश्यन्तु कीदृश उत्तमः अर्थः अस्ति. गम् धातोः अर्थः उत्तरदेशसंयोगानुकूलव्यापारः. पच् धातोः अर्थः विक्लित्ति अनुकूलव्यापारः. खाद् धातोः अर्थः गलबिलसंयोगव्यापारः. एकवारं चिन्तयन्तु धातोः अर्थस्य प्रसङ्गे, बहु उत्तमः अर्थः अस्ति. एवमेव प्रत्येकं धातोः अर्थः अस्ति. धात्वर्थं दृष्ट्वा तत्र व्यापारः कः, तज्जन्यं फलं किं, तस्य फलस्य आश्रयः कः, एतत् सर्वं चिन्तनीयं. सकर्मकधातुषु कीदृशं चिन्तनम् आवश्यकं? सकर्मकधातुषु व्यापाराश्रयः कर्ता भवति, तज्जन्यं फलं भिन्नमस्ति, अपि च तस्य फलस्य आश्रयः कर्म भवति. इत्युक्ते सकर्मकधातुषु व्यापाराश्रयः कर्ता, फलाश्रयः कर्म भवति इति वार्ता. अकर्मकधातुषु व्यापाराश्रयः अपि च फलाश्रयः द्वयमपि कर्ता एव भवति. अपि च अष्टाध्याय्याम् अनभिहिते इति एकम् अधिकारसूत्रमस्ति. तस्मिन् अधिकारे एकं सूत्रमस्ति कर्मणि द्वितीया. तेन सूत्रेण कर्मकारकस्य द्वितीया विभक्तिः भवति. आहत्य अत्र कर्तुरीप्सिततमं कर्म इति संज्ञासूत्रं. तेन कर्म इत्युक्ते किम् इति ज्ञातुं शक्नुमः. कर्मणि द्वितीया इति सूत्रेण कर्मपदस्य द्वितीया विभक्तिः भवति. कारकाणि भिन्नानि, विभक्तयः भिन्नाः. उदाहरणार्थं वदामि, रामः रावणं हन्ति इति वाक्यमस्ति. रामः रावणं हन्ति, तत्र रावणम् इति कर्मपदमस्ति. रावणम् इति पदस्य द्वितीया विभक्तिः अस्ति. किन्तु इदमेव वाक्यं भिन्नरीत्या कर्मणि प्रयोगे वदामि चेत् रामेण रावणः हन्यते. रामेण रावणः हन्यते, रावणः हन्यते. तत्र रावणः इति पदम् इदानीमपि कर्मपदमेव, किन्तु तस्य विभक्तिः प्रथमाविभक्तिः अस्ति. पूर्वस्मिन् वाक्ये रावणः इति कर्मपदस्य द्वितीया विभक्तिः अस्ति. कर्तरिप्रयोगे वदामि चेत् रामः रावणं हन्ति, तत्र रावणम् इति पदस्य द्वितीया विभक्तिः अस्ति, किन्तु कर्मपदमेव, तत्रापि कर्मपदमेव. अत्र रामेण रावणः हन्यते इत्यस्मिन् वाक्ये रावणः इति पदस्य प्रथमाविभक्तिः अस्ति. अस्मिन् वाक्ये अपि रावणः इति कर्मपदमेव, इत्युक्ते द्वयोः वाक्ययोः कर्मपदं समानमेव, किन्तु तस्य विभक्तिः भिन्ना इति तत्र ज्ञातव्यः अंशः. रामेण रावणः हन्यते इत्यस्मिन् वाक्ये रावणः इत्यस्य प्रथमा विभक्तिः अस्ति, रामेण इति पदस्य तृतीया विभक्तिः अस्ति. तत्र कर्तृकरणयोः तृतीया इति सूत्रेण रामशब्दस्य तृतीया विभक्तिः भवति. अपि च रावणः इति पदस्य अन्वयः हन्यते इति पदेन सह अस्ति, इत्युक्ते तिङ्गन्तपदेन सह रावणः इति पदस्य सम्बन्धः अस्ति. तदर्थं तत्र रावणः इत्यस्य प्रथमा विभक्तिः अस्ति. रामः रावणं हन्ति, तत्र कर्मपदं द्वितीया विभक्तौ अस्ति. तत्र विभक्तयः भिन्नाः, कारकाणि भिन्नानि इति एका वार्ता. अपि च कर्मणि द्वितीया इति सूत्रेण कर्मपदस्य द्वितीया विभक्तिः भवति, किन्तु अनभिहिते इति वक्तव्यमस्ति. सम्पूर्णं सूत्रम् अनभिहिते कर्मणि द्वितीया. अनभिहिते इत्युक्ते अनुक्तं चेत्, न उक्तं चेत्. कर्मणि द्वितीया इति सूत्रेण तस्मिन् वाक्ये कर्मपदस्य द्वितीया विभक्तिः भवति इति तत्र शास्त्रीयचिन्तनमस्ति कर्मपदस्य प्रसङ्गे. इदानीं वयं सर्वे मिलित्वा गीतासोपानं पुस्तके इतोपि कर्मपदस्य प्रसङ्गे किं दत्तमस्ति इति एकवारम् अवलोकयाम. कोष्टकाधारेण द्वितीयाविभक्तिं प्रयुज्य वाक्यानि पूरयत इति लिखितमस्ति, तस्मात् आरभ्य अद्य पठनीयम्. अग्रिमे पुटे रिक्तस्थानानि दत्तानि. भूमा भगिनी, भवती एकवारं पूरयतु. छात्रः पाठं पठति. छात्रः पाठौ पठति. छात्रः पाठान् पठति. छात्रः कर्तृपदमस्ति. पठति प्रथमपुरुष एकवचनमेव. पाठं द्वितीया विभक्ति कर्मणि कर्मपदमस्ति. पाठौ पठति. अद्यापि छात्रः कर्तृपदमेव. पाठौ द्वितीय द्विवचने अस्ति, परन्तु छात्रः एव कर्म क्रियापदं क्रियापदस्य क्रियापदस्य सम्बन्धः कर्तृपदेन सह भवति कर्तरीप्रयोगे. इमानि वाक्यानि कर्तरीप्रयोगे सन्ति खलु. कर्तृपदं परिवर्त्य वदतु. कर्तृपदम् एकवचने अस्ति, छात्रः इति लिखितमस्ति. छात्रः इत्यस्मिन् स्थाने छात्रौ पाठं पठतः. छात्रौ पाठौ पठतः. छात्रान् पाठान् पठन्ति. छात्राः छात्राः पाठान् पठन्ति. भवती किम् उक्तवती? द्विवचने छात्रौ इति उक्तवती. छात्रौ पाठं पठतः. छात्रौ पाठौ पठतः. छात्रौ पाठान् पठतः बहुवचने वदतु छात्राः पाठान् पठन्ति छात्राः पाठौ पठन्ति छात्रौ कर्तृपदं बहुवचने एव वदतु छात्राः पाठौ पठन्ति छात्राः पाठान् पठन्ति क्रियापदं समानमेव ज्ञातव्यः अंशः कः क्रियापदस्य सम्बन्धः कर्तृपदेन सह भवति छात्रः पठति छात्रौ पठतः छात्राः पठन्ति धातुः सकर्मकः अस्ति चेत् कर्मपदं सम्भवति कर्मपदं नास्ति चेदपि वाक्यं लेखितुं शक्नुमः छात्राः पठन्ति छात्राः पठन्ति इति वाक्यमपि साधु एव अस्माकं विवक्षानुगुणं कर्मपदं योजयितुं शक्नुमः अस्मिन् वाक्ये कर्मपदम् अस्ति एव छात्रः पठति छात्राः पठन्ति पठधातुः सकर्मकधातुः अस्ति इति कृत्वा अत्र कर्मपदं लिखितमस्ति अग्रे पठतु सम्पादकौ पत्रिका ओहो पत्रिका सम्पादकौ पत्रिकां प्रेषयतः पत्रिका इति पदस्य प्रसङ्गे वदतु पत्रिका आकारान्तस्त्रीलिङ्गः रमाशब्दवत् रूपाणि वदतु पत्रिका पत्रिके पत्रिका पत्रिकाः पत्रिकां पत्रिके पत्रिकाः उत्तमम् इदानीं पूरयतु सम्पादकौ पत्रिके प्रेषयतः सम्पादकौ पत्रिकाः प्रेषयतः अकारान्त सम् उपसर्गपूर्वकः पद् धातुतः निर्मितं पदं णुवुल् प्रत्ययान्तपदम् अग्रे पठतु वयं घटि क्रीणीमः वयं घट्यौ क्रीणीमः वयं घट्यः क्रीणीमः घटी शब्दः कीदृशः ईकारान्तस्त्रीलिङ्गः तस्य रूपाणि कथं भवन्ति घटी घट्य नदी शब्दवत् द्वितीय बहुवचनं किं भवति नदीः इति द्वितीय बहुवचनं द्वितीयाविभक्तिः इति अस्माकं विषयः खलु तदर्थं द्वितीयाविभक्त्यन्तरूपाणि अस्माभिः ज्ञातव्यानि इदानीं वाक्यं परिवर्त्य वदतु वयं घटीं क्रीणीमः वयं घट्यौ क्रीणीमः वयं घटी क्रीणीमः घटीः नदीः घटीः क्रीणीमः अत्र क्रीणीमः इति पदमस्ति क्रीणामि क्रीणीवः क्रीणीमः साधु भगिनी साधु उक्तवती इदानीम् अत्र का वक्तुमिच्छति क्रीणीमः तस्मिन् प्रसङ्गे इतोपि ज्ञातव्याः अंशाः के गोमती भगिनी भवती वक्तुमिच्छति वा क्रीणीमः क्रीणी इति धातुः केवलं पुनस्मरणार्थं वयं सर्वे मिलित्वा चिन्तनं कुर्वन्तः स्मः यथा भगिनी उक्तवती क्रियादिगणीयधातुः क्रीणाति इति कथनेन नवमः गणः क्रियादिगणः श्ना इति विकरणप्रत्ययः अस्ति सूत्रं किम् अस्ति क्रियादिभ्यः श्ना इति सूत्रेण श्ना इत्यस्मात् नायति नायति अपि च अणत्वं भवति क्रि इत्यस्मिन् रेफः अस्ति खलु तदर्थम् अणत्वमपि भवति अनुबन्धलोपे सति क्रि इति धातोः रूपं पश्चात् श्ना इति विकरणप्रत्ययस्य भागः न इति रूपम् अस्ति अपि च तिङ्प्रत्ययः तेन क्रीणाति इति रूपं सिद्ध्यति अत्र किमस्ति क्रीणीमः इति रूपं दत्तमस्ति इत्युक्ते किं भवति क्रीणाति क्रीणासि क्रीणामि एतेषु त्रिषु स्थलेषु समानरीत्या रूपं साधयामः क्रीणाति क्रीणासि क्रीणामि प्रथमपुरुष एकवचनं मध्यमपुरुष एकवचनम् उत्तमपुरुष एकवचनरूपम् एकरीत्या साधयामः क्रीणाति क्रीणासि क्रीणामि किन्तु अत्र एकं विशिष्टं सूत्रम् आवश्यकम् ईहल्यघोः इति एकं सूत्रमस्ति ईहल्यघोः इति सूत्रेण श्ना इत्यत्र न इति रूपमस्ति खलु नकारः अपि च आकारः रूपमस्ति खलु तत्र स्थितस्य आकारस्य स्थाने ईकारः आयाति कदा आयाति हलादि सार्वधातुक कित्निति प्रत्यये परे एव इदं कार्यं भवति तत्र विशिष्टसूत्रेण ईकारः आयाति आकारः किमर्थमस्ति इत्युक्ते श्ना इति विकरणप्रत्ययात् नकारः आकारः वर्णद्वयं तत्र अस्ति आकारस्य स्थाने ईकारः आयाति इति कृत्वा क्रीणीतः क्रीणीवः क्रीणीमः प्रथमपुरुषरूपाणि अपि गोः गोः इति किम् अस्ति भगिनि सूत्रे अन्तिम गोः हलादि गोः इति अघोः अघोः गुसंज्ञका धातु नास्ति चेदेव तदर्थम् अघोः इति दत्तमस्ति वा दत्तमस्ति अत्र ई इति एकं पदमस्ति हलि इति अन्यत् पदमस्ति अघोः अघोः इत्युक्ते घूसंज्ञकशब्दः मास्तु इति अत्र श्नाविकरणप्रत्ययस्य आकारस्य ईकारादेशः भवति अपि च क्री धातोः अर्थः द्रव्यविनिमये उभयपदी धातुः क्रीणाति इति एकं रूपमस्ति क्रीणीते इति अन्यत् रूपमस्ति अपि च बहुवचनरूपं पश्यन्तु क्रीणन्ति तत्र एकम् अन्यत् सूत्रं कार्यं करोति श्नाभ्यस्तयोरातः श्नाभ्यस्तयोरातः इति सूत्रेण श्ना इति विकरणप्रत्यये आकारः अस्ति खलु श्ना इत्यत्र अनुबन्धलोपे सति न अपि च आकारः अस्ति खलु तस्य आकारस्य लोपः भवति इति कृत्वा क्रीणन्ति इति रूपमस्ति क्रीणाति क्रीणीतः क्रीणन्ति इति रूपाणि एवं रीत्या साधनीयानि इतोपि अन्यानि कानिचन वाक्यानि लेखितुं शक्नुमः भूमा भगिनी भवती एव इतोपि अन्यानि वाक्यानि लेखितुं प्रयत्नं करोतु नायिका इति एकं पदम् अस्ति पूर्वस्मिन् पुटे तत् स्वीकृत्य वदतु नायिका पुष्पं जिघ्रतीय नायिका क्रीणतीय जिघ्रति खलु नायिका पुष्पं जिघ्रति नायिके पुष्पं जिघ्रतः नायिकाः पुष्पं जिघ्रन्ति कर्मपदं परिवर्त्य वदतु पूर्वं कर्तृपदं परिवर्त्य उक्तवती इदानीं कर्मपदं परिवर्त्य वदतु नायिकेन पुष्पं जिघ्रति पुष्पं द्वितीयाविभक्ति अपि समानमेव प्रथमाविभक्ति द्वितीयाविभक्ति नायिका पुष्पे जिघ्रति नायिका पुष्पाणि पुष्पे पुष्पं पुष्पे पुष्पाणि सेम् पुष्पाणि जिघ्रति द्वितीयाविभक्ति प्रथमाविभक्ति समानमेव नायिका इति पदमस्ति खलु इदं पदं नी धातुतः निर्मितं पदं नी धातुतः नयति इति रूपं वयं जानीमः नी धातुतः णुवल् प्रत्ययस्य योजनेन पुंलिङ्गे नायकः इति पदं सिद्ध्यति स्त्रीलिङ्गे नायिका इति रूपं सिद्ध्यति जिघ्रति इति पदमस्ति खलु जिघ्रति इत्युक्ते किं जिघ्रति उत्तमम् जिघ्रति इत्यस्मिन् प्रसङ्गे गोमति भगिनी कृपया किञ्चित् वदतु अहं स्वल्पमेव जानामि ख्रा इति धातुः जुहोत्यादिगणे अस्ति यदा जिघ्रति प्रथमपुरुष एकवचनं जुहोत्यादिगणे अस्ति वा अयं धातुः बिकास् ऐ सा द डब्लिङ्ग् ऐ थाट् इट् इस् इन् जिको जुहोत्यादि न भगिनि भुवादिगणे अस्ति धातु ख्रा एव न घ्रा धातुः तत्र धात्वादेशः भवति पाघ्रास्मा इति दीर्घसूत्रेण ग्रा इति स्थले जिघ्र इति आयाति तदेव तस्य विशिष्टं वैशिष्ट्यमस्ति उत्तमं घ्रा धातोः अर्थः गन्धोपादाने घ्राणे च घ्राणार्थे अयं धातुः अस्ति जिघ्रति किन्तु भुवादिगणे अस्ति अयं धातुः भुवादिगणे विशिष्टधातुः इति कृत्वा धात्वादेशः भवति घ्रास्थाने जिघ्र आदेशः भवति अयं धातुः विशिष्टधातुः भवादिगणे. पाघ्राध्मा इति एकं दीर्घं सूत्रमस्ति, बहु दीर्घमस्ति. तस्मिन् सूत्रे घ्रास्थाने जिघ्र आदेशः भवतु इति सूत्रेण उक्तमस्ति. साधु भगिनी. अनन्तरम् अरविन्द महोदय, भवान् करोतु. भगिनी क्षम्यतां भगिनी, नमस्काराः. नमस्ते. तत्र यदि वयं कर्मणि प्रयोगे कर्तुम् इच्छामश्चेत् प्रेषयतः इति इत्युक्ते सम्पादकाभ्यां पत्रिका प्रेष्यते इति समीचीनं भगिनि. प्रेष्यते, पत्रिका प्रेष्यते. अस्तु. अपि च नायिका पुष्पं जिघ्रति इत्युक्ते नायिकया पुष्पं जिघ्र्यते वा? घ्रायते भवति. ओ, घ्रायते. अस्तु अस्तु. हा हा हा हा. अस्तु अस्तु. जीनायते, ग्रायेते, ग्रायन्ति. हा हा, घ्रायते, घ्रायते. अस्तु अस्तु, अवगतं भगिनि, धन्यवादः. कर्मणि प्रयोगे यकायाति अपि च आत्मनेपदिवत् रूपं भवति. बहु किमपि कार्यमपि नास्ति तत्र. अनुबन्धलोपं कृत्वा केवलं धातुं स्वीकुर्मः. पश्चात् सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः आयाति. यक् कित् अस्ति इति कृत्वा धातोः अङ्गस्य अन्ते आयाति. घ्रायोगः, यायोगः, ते भावकर्मणोः इति एकं सूत्रमस्ति. तेन सूत्रेण ते इति आत्मनेपदिप्रत्यय विधानं भवति. धातुः घ्रा अस्ति चेत् घ्रायते, धातुः भू अस्ति चेत् भूयते, पा धातुः अस्ति चेत् पीयते भवति. तत्र एकं विशिष्टम् अन्यत् सूत्रम् आवश्यकम्. क्रियते, क्रियते. अग्रे पठतु महोदय. द्वितीयम् अस्ति, यतोदाहरणं रिक्तस्थानं पूरयत इति. रिक्तस्थानानां पूरणं यथा उदाहरणं दृष्ट्वा पूरणं करणीयः इति. तत्र एकवचनं, द्विवचनं, बहुवचनं, रूपत्रयं, रूपत्रयाणां दर्शनं भवति. प्रथमम् अस्ति शौचिकः. रिक्तस्थानम् इति पदस्य विभक्तिः का? रिक्तस्थानम् इति द्वितीय एकवचनम्. किमर्थं द्वितीया विभक्तिः? पूरयत इति सकर्मकधातुः अस्ति कृत्वा रिक्तस्थानम् इति पूरयत इति कर्मपदं भवति. रिक्तस्थानम् इति द्वितीया विभक्त्यमेव दत्तमस्ति. उत्तम. अत्र यथोदाहरणम् इत्यस्मिन् पदे कीदृशसमासः अस्ति इति भवतः चिन्तनम्? यथा इति विसर्गस्य उत्तमं भूत्वा तदनन्तरं तस्य ओकारं भवति इति. न, यथा प्लस् उदाहरण अकारस्य उकारणयोजनेन ओकार भवति गुण आद्गुण इति सूत्रेण. उत्तमं. समस्तपदम् अहं चिन्तयामि अव्ययीभावसमासयुक्तं पदम् इति मम चिन्तनम्. आं भगिनि, अत्र द्वितीया आम् इति अन्तम् अस्ति इति कृत्वा सर्वासु विभक्तिषु समानमेव दृश्यते. यथोचितं, यथोक्तम्, एवमेव यथोदाहरणम्, इमानि पदानि अव्ययीभावसमासयुक्तपदानि इति मम चिन्तनम्. अग्रे करोतु. प्रथमं वाक्यमस्ति शौचिकः इति अकारान्तपुल्लिङ्गम् अस्ति. तस्य शौचिकः, शौचिकौ, शौचिकाः इति प्रथमविभक्ति. द्वितीया विभक्ति दत्तमस्ति अत्र शौचिकं, शौचिकौ, शौचिकान् इति. शौचिकः कः? शौचं या करोति सः शौचिकः. भिन्नरीत्या वदतु. आङ्ग्लभाषया किं वक्तव्यम्? ओ, क्लीनर्. नो नो, टेलर, टेलर, टेलर. शौचिक इस् क्लीनर्. सूयते, सूयते, सूय. वयं जानीमः खलु सीवनयन्त्रं, सीवनं, सीव्यति. सीव्यति इत्युक्ते स्टिचिङ्ग्. सीवनयन्त्रम् इत्युक्ते स्टिचिङ्ग् मिशिन्. क्लीनर् सकार सकारयो भेदमस्ति. शौचन् शौच एण्ड् सूच् सूय भेदमस्ति. भगिनि, सूच् धातु न सूच् धातु वा सी धातु वा? सूच् इति धातु अस्ति. सूचयति शुरादिगणे. सूचयति इति भिन्नधातुः. किन्तु भगिनि, शौचिकतटितान्तपदमस्तु. तन्तुसन्ताने इति दिवादिगणे सीव्यति इति धातुः अस्ति. सीव्यति इति धातुतः सीवनं, सीवनम् इति ल्युडन्तपदमस्ति. सीवनम् इति ल्युडन्तपदं सिव् धातुतः दिवादिगणीयधातुतः निर्मितं पदं. मया किं पठितम् इत्युक्ते तत् कर्म कृत्वा सीवनेन उपजीवति. भिन्नरीत्या वक्तव्यं चेत् सौचिकः इत्युक्ते सूचीकर्मोपजीवी. सूचीकर्मोपजीवी सूच्या कर्म कृत्वा सीवनेन उपजीवति. सूच्या जीवति इति सौचिकः. सूचीयोगः टक् टक् प्रत्ययः अस्ति. उत्तमं, धन्यवादाः महोदय. इदानीं वदतु. सौचिकः अकारान्त पुल्लिङ्ग. शौचिकः, शौचिकौ, शौचिकाः इति प्रथमविभक्ति. द्वितीया विभक्ति अस्ति शौचिकं, शौचिकौ, शौचिकान्. तृतीयं पदमस्ति विषयः, तदपि अकारान्तमस्ति इति कृत्वा विषयः, विषयौ, विषया. तत्र द्वितीया विभक्तिमस्ति विषयं, विषयौ, विषयान् इति द्वितीयविभक्तिपदानि. एकवचनं, द्विवचनं, बहुवचनम् इति. तत्र तृतीयमस्ति दण्डदीपः, तदपि अकारान्त पुल्लिङ्गमस्ति. दीप दण्डदीपः, दण्डदीपौ, दण्डदीपाः इति प्रथमविभक्ति. द्वितीया विभक्तिं भवति दण्डदीपः, दण्डदीपं, दण्डदीपं, दण्डदीपौ, दण्डदीपान् इति द्वितीया विभक्तिरूपाणि. दण्डदीपः इत्युक्ते? दण्डदीपः इत्युक्ते ट्यूब्लैट्. उत्तमं, वाक्यं निर्मातु. विषयम् इति पदं योजयित्वा एकं वाक्यं वदतु. दण्डदीप द्वितीयविभक्ति विषयान् विषयान् पठितुं दण्डदीपान् साहाय्यं करोति. दण्डदीपः साहाय्यं करोति. संस्कृतविषयान् पठितुं दण्डदीपः साहाय्यं करोति. दण्डदीपः इति कर्तृपदमस्ति. उत्तमं, साधु महोदय. अग्रे मुनिः इति इकारान्त पुल्लिङ्गमस्ति. मुनि, मुनि, मुनयः इति प्रथमा विभक्ति अस्ति. द्वितीया विभक्तिम् अस्ति मुनीं, मुनि, मुनीन् इति रूपाणि. मननशीलः इति मुनि. उत्तमं, मुनेः भावः मौनं. उत्तमं, अग्रे पठतु. सेनापतिः, तत्र इकारान्त तदपि पुल्लिङ्गम् अस्ति. सेनापति, सेनापति, सेनापति, सेनापती, सेनापतयः इति प्रथमा विभक्तिरूपाणि. द्वितीया विभक्तिमस्ति सेनापतिं, सेनापती, सेनापतीन् इति द्वितीया विभक्तिरूपाणि. सेनापतिः इति समस्तपदमस्ति. विग्रहवाक्यं कथं वक्तव्यम्? सेनयोः षष्ठीतत्पुरुषः अस्ति भवानी. उत्तमं, सेनायाः पतिः. सेनायाः पतिः. उत्तमं, सेनापतिः इत्यस्मिन् प्रसङ्गे सेनानी इति अन्यत् पदमस्ति. सेनानी इति पदं दीर्घ ईकारान्त पुंलिङ्गपदं. सैन्याध्यक्षः इति पदमपि साधु एव. सेनायाः पतिः इति रूपं भवति. एवमेव ईदृशानि पदानि, अन्यानि पदानि, कानिचन पदानि अहं स्मारयामि. श्रीपतिः, सीतापतिः, रमापतिः, भूपतिः, नृपतिः, सेनापतिः, इमानि पदानि सदृशानि. इत्युक्ते तेषु पदेषु षष्टितत्पुरुषसमासः अस्ति. पशुपतिः, पशुपतिः, उत्तमं, पशूनां पतिः. श्रीपतिः इति कथनेन विग्रहवाक्यं कथं वक्तव्यम्? श्रियः पतिः, श्रियाः पतिः. श्रीः, श्रीः इति पदस्य रूपाणि अपि अस्माभिः ज्ञातव्यानि. दीर्घ ईकारान्त स्त्रीलिङ्गपदमस्ति. लक्ष्मीः इव श्रीः, श्रियौ, श्रियः इत्यादीनि रूपाणि भवन्ति. श्रीशब्दस्य प्रसङ्गे षष्टिविभक्तौ विकल्पेन रूपद्वयं वक्तव्यमस्ति. श्रियः इति एकं रूपं, श्रियाः इति अन्यत् रूपमस्ति. श्रीपतिः इत्युक्ते श्रियः पतिः, एवमेव सीतायाः पतिः. भूपतिः इति पदमस्ति चेत् तत्र कथं वक्तव्यम्? भूशब्दः अपि अस्ति. भूः, भुवौ, भुवः एवं रीत्या भूशब्दस्य रूपाणि भवन्ति. इत्युक्ते भूधातुः अस्ति, भू इति सुबन्तपदमपि अस्ति, भूः भुवौ भुवः एवं रीत्या रूपाणि भवन्ति. तत्र षष्टिविभक्तिरूपं भुवः भूपतिः इत्युक्ते भुवः पतिः इति विग्रहवाक्यं वक्तव्यं भवति. एवमेव नृपतिः, नृ इति पदमस्ति, तस्य षष्टिविभक्त्यन्तं रूपं नृणाम्, नृणां पतिः इति वक्तव्यं. नृपतिः इति पदमपि समस्तपदमेव, तस्मिन्नपि षष्टितत्पुरुषसमासः अस्ति, नृणां पतिः इति विग्रहवाक्यम्. अत्र पतिः इति पदमस्ति खलु, पतिः इति पदं कस्मात् साधितं, कोऽपि वक्तुम् इच्छति वा? पतिन् पतिन् इति प्रातिपदिकमस्ति वा? पतिः इत्युक्ते पाति रक्षणं करोति, पदादिगणीयपाधातुः, तस्य रूपं पाति. पाति इत्युक्ते रक्षणं करोति. पाधातुः भुवादिगणे अपि अस्ति, भुवादिगणीयपाधातोः पिब आदेशः भवति इति कृत्वा पिबति इति रूपं सिद्ध्यति. भुवादिगणीयपाधातोः प्रसङ्गे पिब आदेशः भवति इति कृत्वा पिबति इति रूपं, जलं पिबति, तत्रापि पाधातुः एव. पाहि इति भुवादिगणे वा अदादिगणे? अदादिगणे. लोट्लकार मध्यमपुरुष एकवचनम्. एकवचनं पाहि, मां पाहि. पाधातुः सकर्मकः अस्ति इति कृत्वा कर्मपदं सम्भवति, तदर्थमेव मां पाहि. अग्रे पठतु. हरिः इति इकारान्तपुल्लिङ्ग, हरि हरि हरयः, हरिं हरि हरीन् इति द्वितीयविभक्तिरूपाणि. अतिथिः महोदय, हरीन् इति उक्तवान्, हरीन् इत्यत्र रेफः निमित्तम् अस्ति चेदपि अणत्वं न भवति, किमर्थं? प्रातिपदिकान्तिनं विभक्तिषु च इति सूत्रेण न भवति. पदान्तस्य निषेधं भवति. तत्र हरीन् इति कथनेन नकारात् परम् अन्यः कोऽपि वर्णः नास्ति, निमित्तमस्ति चेदपि तस्मिन् पदे पदान्तनकारः अस्ति इति कृत्वा णत्वस्य कृते निमित्तमस्ति चेदपि निषेधकसूत्रेण णत्वकार्यं न भवति. एवमेव विषयान् इत्यस्मिन् षकारः निमित्तमस्ति, किन्तु तत्र दन्त्यनकारः पदस्य अन्ते अस्ति, तदर्थं पदान्तस्य इति सूत्रेण अणत्वनिषेधकसूत्रेण णत्वं निषिध्यते. विषयान् इत्येव भवति, हरीन् गुरून् इत्यादिषु पदेषु णत्वं न भवति, पदान्तस्य इति सूत्रेण निषिध्यते. वदतु. अतिथिः इति इकारान्तपुल्लिङ्गमपि, अतिथिः अतिथि अतिथिः अति अतिथिः अतिथयः इति प्रथमा विभक्ति, अतिथिम् अतिथी अतिथीन् इति इकारान्त द्विवचनं, एक द्वितीयविभक्तिरूपाणि. अतिथिः अतति गच्छति न तिष्ठति, अतति सातत्येन गच्छति न तिष्ठति इति लिखितं. सातत्यम् इति नूतनं पदम् अस्माकं कृते. सातत्यम् इति पदे तद्धितप्रत्ययः अस्ति. सततम् इत्यस्य भावः सातत्यम्. सततम् इत्युक्ते सदा, सर्वदा. अतति सातत्येन गच्छति न तिष्ठति इति अर्थः. तत्र सातत्यम् इति पदं तद्धितप्रत्ययान्तपदं. साधु महोदय उत्तमरीत्या उक्तवान्. सूर्यकुमारी भगिनी भवती पठतु. वेणुः उकारान्तपुल्लिङ्गपदं, प्रथमा विभक्तिः वेणुः, वेणु वेणवः, द्वितीयविभक्ति वेणुं वेणु वेणून्. एकं वाक्यं वदतु. कृष्णः सरस्वतीः वेणुं वदति. सरस्वती दीर्घ ईकारान्तपदमस्ति, नदीशब्दवत् सरस्वती वेणुं वदति. वीणा इति पदं भिन्नं, वेणुः इति पदं भिन्नं. अन्यपदमस्ति वेणु कृष्णः वेणुं वादयति साधु अग्रे करोतु शत्रुः उकारान्त पुल्लिङ्गपदं शत्रुः शत्रु शत्रु शत्रवः एकवचनरूपाणि द्वितीय द्विवचनरूपाणि द्वितीया विभक्तौ द्वितीया विभक्तिः शत्रुं शत्रुं शत्रु शत्रवः शत्रून् शत्रून् इति कथनेन अणत्वं किमर्थं न भवति इति उक्तम् पदान्तस्य चेत् छेदकपदान्ते अस्ति इति कृत्वा रेफः निमित्तमस्ति चेदपि णत्वं न भवति अग्रे करोतु पशुः उकारान्त पुल्लिङ्गपदमस्ति पशुः पशु पशवः द्वितीया विभक्तिः पशुं पशु पशून् उत्तमम् अग्रे असुः असुः उकारान्त पुल्लिङ्गपदम् असु अस् असवः द्वितीयविभक्तिः असुम् असु असून् असुः भगिनि प्राणः इति अर्थः अत्र दन्त्यसकारः एव वक्तव्यः असवः इत्युक्ते प्राणाः पञ्चप्राणाः अग्रे करोतु वायुः अपि उकारान्तपुल्लिङ्गपदमस्ति वायुः वायु वायवः द्वितीयविभक्तिः वायुं वायु वायून् उत्तमम् वायुः इति पदं वा धातुतः वुणादिप्रत्ययेन निर्मितं पदं वा इति धातुः अस्ति कस्मिन् गणे अस्ति अदादिगणे अस्ति अदादिगणे अस्ति इति कृत्वा वाति तस्य लट्लकाररूपं गतिगन्धनयोः इत्यस्मिन् अर्थे वाति इति वायुः वा धातुतः वुणादिप्रत्ययेन निर्मितं पदं वायुः अग्रे करोतु ज्ञाता ऋकारान्त पुल्लिङ्गपदं ज्ञातृ ज्ञाता ज्ञातृ ज्ञात्रः प्रथमाविभक्ति एकवचनरूपं किं लिखितमस्ति ज्ञाता ज्ञाता प्रथमाविभक्ति एकवचनमस्ति अत्र प्रातिपदिकं किं ज्ञातृ ज्ञातृ ज्ञाता इति पदं कथं साधनीयं जानाति वा ज्ञा इति धातुः अस्ति ज्ञाधातोः रूपं किं जानाति भवती जानाति जानाति इति पदं क्रियादिगणे अस्ति खलु ज्ञाधातुतः तृच् इति एकः प्रत्ययः अस्ति तृच् प्रत्यये चकारः इति संज्ञकः तेन तत्र तृ इति रूपमेव अवशिष्यते ज्ञायोगः तृ ज्ञातृ इति प्रातिपदिकं तृच् प्रत्ययान्तपदानि ऋकारान्तपदानि भवन्ति अत्र ज्ञाधातुतः तृच् प्रत्ययस्य योजनेन ज्ञातृ प्रातिपदिकं प्रथमाविभक्ति एकवचनरूपं ज्ञाता इति भवति खलु इदानीं रूपाणि वदतु ज्ञाता ज्ञातारौ ज्ञातारः द्वितीयान्तानि वदतु ज्ञातारं ज्ञातारौ ज्ञातॄन् दीर्घरूकारः उच्चारणीयः ज्ञातॄन् तृजन्तपदम् इदम् अत्र भेदः कः माता मातरौ मातरः किन्तु अत्र ज्ञाता इति पदस्य प्रसङ्गे भिन्नरीत्या वक्तव्यं ज्ञातारौ तत्र दीर्घम् अस्ति किमर्थं भवती जानाति वा तृच् प्रत्यये चेत् न स्मरामि भगिनि, अकार भवति, न जानामि भगिनि. तत्र एकं विशिष्टं सूत्रमस्ति, माता इति पदमस्ति चेत् माता मातरौ मातरः, भ्राता अस्ति चेत् भ्राता भ्रातरौ भ्रातरः, पिता पितरौ पितरः, एवं रीत्या रूपाणि वक्तव्यानि. इमानि पदानि अपि तृजन्तपदानि एव, माता पिता भ्राता. किन्तु अत्र भेदः अस्ति, कर्ता इति पदस्य रूपाणि अपि ज्ञाता शब्दवत् एव भवन्ति, किन्तु अत्र भेदः कः, भ्राता भ्रातरौ भ्रातरः, किन्तु कर्ता इति पदस्य प्रसङ्गे कर्ता कर्तारौ कर्तारः, तत्र दीर्घत्वं भवति, उपधास्वरः दीर्घः भवति. भ्राता माता पिता इत्यादिषु पदेषु भिन्नरीत्या रूपाणि वक्तव्यानि, किन्तु ज्ञाता कर्ता इत्यादिषु उपधादीर्घः भवति. द्वितीया विभक्ति द्विवचनपर्यन्तं प्रत्ययानां सर्वनामस्थानसंज्ञा दीयते, इत्युक्ते प्रथमपञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकप्रत्ययाः. सर्वनामस्थानसंज्ञकप्रत्ययेषु तत्र रूपाणि भिद्यन्ते. भ्राता पिता माता इत्यादीनि पदानि उणादिपाठेन निर्मितानि पदानि, तृजन्तपदानि एव किन्तु उणादिपाठेन निर्मितानि पदानि. तत्र ह्रस्वत्वम् अस्ति, भ्राता भ्रातरौ भ्रातरः, एवमेव पिता पितरौ पितरः, माता मातरौ मातरः. अन्येषु तृजन्तपदेषु ज्ञाता ज्ञातारौ ज्ञातारः, एवमेव कर्ता कर्तारौ कर्तारः इति. पुंलिङ्गपदेषु स्त्रीलिङ्गपदेषु द्वितीया विभक्ति द्विवचनपर्यन्तं सर्वनामस्थानसंज्ञा दीयते. सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु तृजन्तरूपेषु उपधादीर्घत्वं भवति. कर्तारौ कर्तारः प्रथमाविभक्तिः, द्वितीयविभक्तिः कर्तारं कर्तारौ कर्तॄन्. क्रू धातुतः तृच् प्रत्ययस्य योजनेन कर्ता इति रूपं वदतु. स्रष्टा, अहं चिन्तयामि स्रष्टृ. उत्तमं. स्रष्टा ऋकारान्तप्रातिपदिकं स्रष्टृ. उत्तमम्. इमानि पदानि तृजन्तपदानि, ज्ञाता कर्ता स्रष्टा हर्ता, इमानि चत्वारि पदानि तृजन्तपदानि, तृच् प्रत्ययस्य योजनेन निर्मितानि पदानि, तेन ऋकारान्तप्रातिपदिकं सिद्ध्यति. स्रष्टृ इति ऋकारान्तप्रातिपदिकम्. इदानीं रूपाणि वदतु. स्रष्ट्रा स्रष्ट्रारौ स्रष्ट्रारः. द्वितीया विभक्तिः स्रष्टारं स्रष्टारौ स्रष्टॄन्. स्रष्टा इति पदं सृज् धातुतः तृच् प्रत्ययस्य योजनेन स्रष्टा इति रूपं सिद्ध्यति. सृज् धातुः अस्ति. दृश् धातोः रूपं द्रष्टा, सृज् धातोः रूपं स्रष्टा. एकं विशिष्टं सूत्रम् आवश्यकम् अस्य पदस्य निर्माणार्थं. सृजि दृशोर् झल्यमकिति, सृजि दृशोर् झल्यमकिति इति सूत्रेण अम् आगमः भवति, नुम् आगमः इति वयं जानीमः, किन्तु अत्र अनेन विशिष्टसूत्रेण अम् आगमः भवति, इत्युक्ते अकारः आयाति. अमागमः अपि मित् आगमः एव सृज् धातोः प्रसङ्गे, अपि च दृश् धातोः प्रसङ्गे. सृजि दृशोर् झल्यमकिति, अकिति अकिति इत्युक्ते तृच् प्रत्ययः कित् नास्ति, तदर्थम् अकिति इति तत्र निमित्तम् अस्ति. अकित् प्रत्यये परे अनेन विशिष्टसूत्रेण सृजि दृशोर् झल्यमकिति इति सूत्रेण अम् आगमः भवति, तेन सृज्योगः आयोगः तत्र व्रश्च भ्रश्च इति सूत्रमपि कार्यं करोति, अपि च ष्टुनाष्टुः सूत्रमपि कार्यं करोति, तेन स्रष्टा इति रूपं भवति. दृश् धातुतः द्रष्टा, सृज् धातुतः स्रष्टा. अग्रिमं पदमस्ति हर्ता, भवती एव वदतु. हर्तृ भगिनि, हर्तृ हर्ता हर्तारौ हर्तारः. हर्तारं हर्तारौ हर्तॄन्। उत्तमं। कर्ता शब्दवत् हर्ता अपि साधयितुं शक्नुमः क्रू धातुतः, कर्ता हृ धातुतः हर्ता, तत्र गुणकार्यं भूत्वा क्रू कर् भवति, एवमेव अत्र हृ हृ धातोः रूपं हरति खलु, लट्लकाररूपं, किन्तु अत्र तृच् प्रत्ययस्य योजनेन निर्मितं पदं हृ धातुतः तृच् योजनेन हर्ता। हृ धातुः इगन्तधातुः, तृच् प्रत्ययः आर्धधातुकः, तेन सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा हृ हर् भवति। तत्र अन्यानि कार्याणि अपि सन्ति। बहुवचनरूपं हर्तॄन्। उत्तमं, साधु भगिनि। अग्रे रोहिणी भगिनी भवती पठतु। शाटिका प्रथमविभक्तौ शाटिका शाटिके शाटिकाः, द्वितीयविभक्तौ शाटिकां शाटिके शाटिकाः। एकं वाक्यं वदतु। अहं शाटिकां धारयामि। उत्तमम्। अग्रे परिचारिका प्रथमविभक्तौ परिचारिका परिचारिके परिचारिकाः, द्वितीया अपि परिचारिका परिचारिके परिचारिकाः। अग्रे विद्या विद्या विद्ये विद्याः, विद्या विद्ये विद्याः एव द्वितीयविभक्तौ अपि। विद्या इति पदस्य प्रसङ्गे वक्तुमिच्छति वा? विद्युदातु इति चिन्तयामि, न जानामि। तदेव, विद् धातुः अदादिगणे अस्ति, अदादिगणीय विद् धातुः, विद् ज्ञाने इत्यस्मिन् अर्थे विद् धातुः अस्ति। विदन्ति अनया इति विद्या, विद् धातुतः क्यप् प्रत्ययस्य योजनेन विद्या इति रूपम्। शीङ् धातुतः शय्या, विद् धातुतः विद्या इति पदद्वयम् एकेन विशिष्टसूत्रेण निर्मितम्। अग्रे पठतु। नीतिः, नीतिः कारन्द पुल्लिङ्ग स्त्रीलिङ्ग, नीतिः रूपाणि वदतु। प्रथमाविभक्तो न स्मरामि भगिनी। मतिशब्दवत् मति मति मतयः, मतिः मति मतयः, द्वितीय मतिं मती मतयः, मतीः मतीः, नीतिं नीति नीतिः। अत्र नीतिः इति पदमस्ति खलु, नीतिः इति पदं नीङ् प्रापणे इत्यस्मिन् अर्थे नी धातुतः निर्मितं क्तिन् प्रत्ययान्तपदं। क्तिन् इति प्रत्ययः अस्ति, क्तिन् प्रत्ययान्तपदानि स्त्रीलिङ्गपदानि भवन्ति। नीतिः, गतिः, मतिः, श्रुतिः, स्थितिः इत्यादीनि पदानि क्तिन् प्रत्ययान्तपदानि, तिनन्तपदानि नित्यस्त्रीलिङ्गपदानि भवन्ति। अत्र नी धातुतः नीतिः इति, क्तिम् इति प्रत्यये नकारः हलन्तिम् इत्यनेन अपगच्छति, ककारः लशक्वत् अधिते इत्यनेन अपगच्छति, ति इति रूपमेव सिद्ध्यति। नी धातुतः नयति इति रूपम् अस्ति, एवमेव नी धातुतः क्तिन् योजनेन नीतिः। अग्रे श्रुतिः वदतु। श्रुतिः, श्रुतिः, श्रुति श्रुतयः, श्रुतिं श्रुति श्रुतयः। अत्रापि सृ धातुतः क्तिन् प्रत्ययस्य योजनेन श्रुतिः इति रूपं। सृ धातोः रूपमेव सरति इति वयं जानीमः। अत्र क्तिन् प्रत्ययः कित् प्रत्ययः इति कृत्वा गुणकार्यं न भवति। सृ धातुः इगन्तधातुः, किन्तु क्तिन् प्रत्ययः कित् अस्ति। कित् प्रत्ययेषु किनिति च इति सूत्रेण गुणवृद्धिनिषेधः भवति, गुणकार्यं तदर्थम् अत्र न भवति। नी इति धातुतः क्तिन् योजनेन केवलं नीतिः, अत्र गुणकार्यं निषिध्यते। श्रुतिः इत्यत्रापि गुणकार्यं निषिध्यते। धातौ गुणकार्यस्य कृते आनुकूल्यमस्ति, किन्तु धातोः पश्चात् स्थितः प्रत्ययः गुणकार्यस्य कृते बाधां करोति। कित् प्रत्ययेषु गुणकार्यं निषिध्यते इति कारणेन अत्र गुणकार्यं न दृश्यते। अग्रिमं पदं वदतु। मुष्टिः, मुष्टि, मुष्टयः प्रथमाविभक्तौ, द्वितीया मुष्टिं मुष्टिः मुष्टयः। तत्र मतिशब्दवत्येव रूपाणि वक्तव्यानि, मुष्टिं मुष्टी मुष्टीः मुष्टीः द्वितीयाविभक्ति बहुवचनरूपं मुष्टीः अत्र मुष्टिः इत्युक्ते तदेव किं दृष्टमित्युक्ते बद्धपाणिः खलु साधु भगिनी इदानीं गीताञ्जलि भगिनी भवती करोतु अग्रिमं सिद्धिः इति दत्तम् इति अपि स्त्रीलिङ्गपदमस्ति सिद्धिः अपि मतिवत् अस्ति इत्युक्ते सिद्धिः सिद्धी सिद्धयः द्वितीयविभक्ति सिद्धिं सिद्धी सिद्धीः इति रूपाणि सन्ति भगिनी तत्र कीदृशपदं सिद्धि स्त्रीलिङ्गपदम् इकारान्त कथं निष्पन्नं भवति न जानामि भगिनी सिद्ध सिद्ध धातुतः आयाति वा सिद्धधातुतः क्तिन् प्रत्ययस्य योजनेन एव भवति तत्र कानिचन सन्धिकार्याणि अपि सन्ति अस्तु अस्तु सिद्धयोग क्तिन् प्रत्ययः आं भगिनि अग्रे पद्धतिः अस्ति खलु वदतु पद्धतिः पद्धतिः इति अपि स्त्रीलिङ्गं पदमस्ति पद्धतिः पद्धति पद्धतयः द्वितीयविभक्ति पद्धतिं पद्धति पद्धतिः इति भवति पद्धति इति अपि न जानामि पद् धातुतः किमपि अन्यकार्यं कृत्वा तन् प्रत्ययः अस्ति भगिनि तत्र पद् धातोः रूपं पत्तिः सम्पत्तिः आपत्तिः विपत्तिः इत्यादीनि स्त्रीलिङ्गपदानि सन्ति सम्पत्तिः आपत्तिः विपत्तिः उपसर्गभेदेन भिन्नानि पदानि सिद्ध्यन्ति पद् धातुतः पत्तिः अत्र पद्धतिः इति लिखितमस्ति पद्धति अर्थः तु वयं जानीमः इत्युक्ते परम्परा इति समीचीनं भगिनि उत्तमं परम्परा कल्पत्रुमे दत्तमस्ति पद्धतिः इति स्त्रीलिङ्गं पद्भ्यां हन्ति गच्छति इति पद्भि पद्धति हन् गतौ तिन् प्रत्ययस्य योजनेन हिमकाशीहस्तीषु च इति षष्ठाध्यायस्य तृतीयपादस्य पञ्चशत् 45 इति पद्भावः इति दत्तमस्ति तु पद्भावः पद्धतिः इति पदमपि क्तिन् प्रत्ययान्तपदमेव किन्तु अत्र धातुः कः हन् गतौ हन् गतौ इति अस्ति पद्भ्यां हन्ति गच्छति इति पद्धति बहादिभिश्च इति अनन्तरसूत्रम् इति वा नीप् नीश् इति अपि अस्ति तत् सूत्रेण वर्त्मा इति भवति पद्धति पद्धतिः इत्युक्ते वर्त्मा वर्तमान् इति नकारान्तपदमस्ति वर्त्मा इति एकवचनरूपमस्ति प्रथमाविभक्ति एकवचनरूपं वर्त्मा अस्ति वर्त्मा इत्युक्ते मार्गः पद्धतिः इत्युक्ते अपि मार्गः भवितुम् अर्हति साधु एव गीताञ्जलि भगिनी करोतु भगिनि गतिः गतिः गती गतयः द्वितीयविभक्ति गतिं गती गतीः अत्र गम् धातुतः तिन् प्रत्यययोजयित्वा गतिः इति मन्ये भगिनि तदेव गतिः गम् धातुतः अनुनासिकलोपः भवति मकारस्य लोपः भवति विशिष्टसूत्रेण मकारलोपः भूत्वा गम् धातुतः गतिः गतः अयं धातुः अनुनासिकान्तधातुः अस्ति इति कृत्वा अनुनासिकलोपः भूत्वा तत्र रूपं सिद्ध्यति कितिनिति प्रत्यये परे एव मकारलोपः भवति इति कृत्वा गम् धातुतः गत्वा गम् धातुतः क्ता योजनेन गतः क्तिन् योजनेन गतिः अग्रे करोतु सूत्रं तु विस्मरामि भगिनी मकारलोप कथं जायते तत्र भवति न जानामि अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति भवती उक्तवती पूर्वस्मिन् वर्षे अग्रे करोतु दीर्घ ईकारान्त अस्ति आयाति अधुना स्त्रीलिङ्गमपि ब्राह्मी ग्राम्हि इत्युक्ते नदीवत् इति मन्ये, इत्युक्ते नदी नद्यौ नद्यः इत्युक्ते ब्राह्मी ब्राह्म्यौ ब्राह्म्यः, द्वितीयविभक्ति ब्राह्मीं ब्राह्म्यौ ब्राह्मीः. उत्तमरीत्या उच्चारणं कृतवती. तत्र हकारः पश्चात् मकारः अस्ति, किन्तु उच्चारणे ब्राह्मी इति एव वक्तव्यमस्ति. ब्रह्म इति पदात् ब्राह्मी इति रूपं सूत्रम् अस्ति न भगिनी? कथम् उच्चारणीयम्? चिन्तनम् अस्ति. ब्राह्मी अत्र अर्थः तु सरस्वती. सरस्वत्याः द्वादश नामानि सन्ति, तेषु अन्यतम नाम एव ब्राह्मी. ब्राह्मी तु भारती भाषा, गीर्वाक्वाणी, सरस्वती इत्यादीनि सरस्वत्याः नामानि. सरस्वत्याः अन्यनामापि अस्ति. अग्रे करोतु. नारी नारी नार्यौ नार्यः, नारीं नार्यौ नारीः. तत्र नारी तु महिला इत्युक्ते महिला. नर नर तु पुंलिङ्गं रूपं, नरः. नारी स्त्रीलिङ्गं रूपं पदस्य. भगिनि, नारी इति पदस्य प्रसङ्गे अन्यानि पदानि, पर्यायवाचकपदानि, कानिचन पदानि वदतु. महिला, स्त्री, वनिता, कन्या. रामा, रमा नास्ति, रामा. रामा इति पदमपि नारी इत्यस्मिन् अर्थे एव अस्ति. वनिता, महिला, वामा, रामा इत्यादीनि पदानि. अग्रिमं पदम्? अग्रिमं तु वाणी. वाणी वाण्यौ वाण्यः, वाणीं वाण्यौ वाणीः. वाणी इत्युक्ते भाषा भगिनी. वाणी इत्युक्ते अन्यपर्यायवाचि किम् इत्युक्ते वाक् इति अर्थः अपि अस्ति. वाक् भाषा. वाक् कीदृशपदं भगिनि? पदमस्ति वाक्, प्रातिपदिकमस्ति वाक्. वाक् इति पदमस्ति. वाक् वाचौ वाचः. वाक् वाचौ वाचौ. उत्तमं. चकारान्तप्रातिपदिकं वाचा. वाचा इति तृतीयान्तं पदमस्ति. वाक् शब्दः चकारान्तशब्दः, किन्तु प्रथमाविभक्ति एकवचनरूपं वाक् भवति. जकारान्तपदमस्ति चेत् प्रथमाविभक्ति एकवचनरूपं किञ्चित् भिद्यते. वणिक् वणिजौ वणिजः इव जकारान्तपदमस्ति चेत् वणिक् भवति एकवचनरूपम्. एवमेव वाक् इति पदं स्त्रीलिङ्गपदम् अस्ति, किन्तु चकारान्तपदं. वाचि इति सप्तम्यन्तं खलु? भगिनि, वाचि. वाचि स्पष्टता भवेत् खलु? पुष्पम् इति तु नपुंसकलिङ्गं पदम्. पुष्पं, पुष्पे, पुष्पाणि, द्वितीयविभक्ति अपि समानेव. पुष्पं, पुष्पे, पुष्पाणि, तत्तु वयं जानीमः. अणत्वं केन कारणेन भवति? पुष्पाणि इति पदस्य अणत्वं भवति. शकार अस्ति, तत्तु निमित्तम् अस्ति. अपि च निमित्ति अन्ते नकार अस्ति, तत्र मध्ये पकार अपि च स्वरः अस्ति. अट्कुप् वाङ् नुं व्यवाग्येऽपि इति सूत्रेण किमपि बाधा न कृत्वा नकार णकार भवति, पुष्पाणि भवति. उत्तमम्. अग्रे एकमेव पदमस्ति, भवती एव करोतु. द्वे अस्ति अत्र मम पुस्तके भगिनि. पदद्वयं, क्षम्यतां. वृजिनम्, वृजिनम् इति अपि नपुंसकलिङ्गं पदं. वृजिनं, वृजिने, वृजिनानि. वृजिनानि इत्यस्मिन् पदे अणत्वं नास्ति, किमर्थम्? तत्र वृजिनानि मध्ये जकार आयाति, इत्युक्ते कावर्ग नास्ति, पावर्ग नास्ति चेत् किमपि अन्य वर्गस्य वर्ण अस्ति चेत् बाधा करोति. तेन प्रथम नकार नकार एव तिष्ठति. अग्रिम नकार आयाति वृजिनानि, तत्तु किमपि निमित्तमेव नास्ति तस्य कृते. वृजिनानि इत्यत्र जकारः बाधकवर्णः, दन्त्यनकारः अपि बाधकवर्णः एव. इत्युक्ते दन्त्यनकारः तवर्गीयव्यञ्जनम् अस्ति, जकारः चवर्गीयव्यञ्जनम् अस्ति. जकारः, ईकारः अपि च दन्त्यनकारः सन्ति इति कृत्वा अत्र णत्वं न भवति, बाधकवर्णाः सन्ति मध्ये. अत्र निमित्तमस्ति ऋकारः, कृष्णऋकारः एव निमित्तमस्ति. कृष्णऋकारे रेफस्य अंशः अस्ति, ऋकारः रेफांशयुक्तः. ऋकारः निमित्तरूपेण अस्ति चेदपि बाधकवर्णाः सन्ति इति कृत्वा तत्र णत्वं न भवति. तदर्थमेव वृजिनानि इति रूपमेव. भगिनि, तत् पदस्य विवरणं कथं करणीयं भगिनि? वृजिनम् इत्युक्ते पापं. तत्र वृजि वर्जने, वर्जनम् इति पदं ल्युडन्तपदम् अस्ति, तत्र धातुः वृजि इति अस्ति. दीर्घ ईकारान्त वृजि, अनुनासिक ईकारः अस्ति धातौ. किन्तु दीर्घ ई वा ह्रस्व ई वा? दीर्घ ईकारः वृजि अस्तु. वृजि वर्जने इति धातुः अस्ति. अबाण्डन् टु अवाय्ड् टु लीव् इत्यस्मिन् अर्थे. सः धातुः बहुषु गणेषु अस्ति इति भाति. किन्तु अबाण्डन् अपि च पापं तु किञ्चित् भेद अस्ति एव. इत्युक्ते अबाण्डन् इत्युक्ते त्यज धातु अपि अबाण्डन् एव दत्तम्. अत्र कथं अरविन्द महोदय भवान् दृष्टवान् वा? भगिनि, भगवद्गीतायाम् अस्ति चतुर्थाध्यायस्य षट्त्रिंशत् श्लोके, अपि चेत् अपि चेतसि पापेभ्य सर्वेभ्य पापकृत्तमः सर्वं ज्ञानप्लवेनैव वृजिनं सन्तिरिष्यति. तत्र ज्ञानेन एव वृजिनं सन्तरिष्यति इति कृत्वा, यदि सम्यक् ज्ञानं भवति चेदेव पापात् मुक्तिः भवति इति अर्जुन कृते भगवान् वदति. एकम् अस्ति अन्यत् एकम् और् एकमेव वृजिनम् इति भगवद्गीतायाम् उपयोगमस्ति. तत्र तु अबाण्डन् एव अस्ति इति मन्ये, किन्तु इत्युक्ते वृजिनं न, ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि. वृजिनम् इत्युक्ते संसारम्. अत्र ज्ञानप्लवनेन, प्लवनम् इति ल्युडन्तपदमस्ति, ज्ञानप्लवनेन एव पापं सन्तरिष्यति इत्युक्ते वृजिनं सन्तरिष्यति. चिन्तयतु भगिनी, पदं तु सुन्दरमेव. यदि यदि तु सभि पापों से भी अधिक पाप करने वाले है तो भी तू मेरे ज्ञान रूपी नौका द्वारा निश्चित रूप से सभी प्रकार के पापों से छूटकर संसार रूपी दुख के सागर को पार कर सकते हैं. उत्तम. संतरिष्यति त्रुतरणे, त्रुतरति, त्रुरुकारान्त धातुः अस्ति. तरति, तरिष्यति, लृट्लकार रूपम् अस्ति. संतरिष्यति. इदानीं वदतु. वारि, वारि, वारि, वारिणी, वारिणि, वारि, वारि, वारिणी, वारिणि, वारिणि. प्रथम एकवचन द्विवचन समानमेव. उत्तमम्. अग्रे करोतु. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरेत. व्यासः कदा कथां लिखति, कदा इति शब्दस्य द्वितीयविभक्ति कथां लिखति. एताः गुरु, गुरुशब्दस्य द्वितीया गुरुम्, एताः गुरुं प्रणमन्ति. व्यासः कः? व्यासः, व्यासः महाभारतरचयिता, गीता, गीतायाः रचयिता. उत्तमं. भिन्नरीत्या वक्तुमिच्छामश्चेत् पराशरसुतः खलु? पराशरस्य तदापि व्यासः यः वेदान् व्यासं कृतवान्. व्यस्यति वेदान् इति व्यासः, वेदानां व्यासं कृतवान् पराशरसुतः. व्यासस्य प्रसङ्गे ज्ञातव्यः श्लोकः अस्ति, व्यासं वसिष्ठनपतारं. वदतु. स्मरामि. भूमा भगिनी वदतु. वसिष्ठनपतारं सत्ये पौत्रम् अकल्मषम् आचारात्मजं वन्दे सुखतातं तपोनिधि. व्यासं वसिष्ठनपतारं शक्तेः पौत्रम् अकल्मषं पराशरात्मजं शुकतातं तपोनिधिं वन्दे. तत्र वन्दे इति पदं क्रियापदम् अस्ति, तिङन्तपदं वन्दे अस्ति, वन्द् धातोः आत्मनेपदीरूपम् अस्ति, उत्तमपुरुषरूपम्. अहं वन्दे, कीदृशं व्यासं वन्दे? वसिष्ठनप्तारं, शक्तेः पौत्रं, पराशरात्मजं, शुकतातम्, अकल्मषं, तपोनिधिम्. इमानि पदानि तस्मिन् वाक्ये कर्मपदस्य विशेषणानि, व्यासम् इति पदस्य विशेषणानि भवन्ति. व्यासं वन्दे इति लघुवाक्यं तस्मिन् श्लोके. व्यासं वन्दे इति पदद्वयं त्यक्त्वा अन्यानि पदानि व्यासस्य विशेषणानि. सूर्यकुमारी भगिनी भवती पठतु. आचार्य एताः गुरुः प्रणमन्ति, एताः गुरुं प्रणमन्ति. एताः इति सर्वनामपदमस्ति, अन्यत् सुबन्तपदं योजयित्वा वदतु. अन्यत् सुबन्तपदं, वयं गुरुं प्रणामः, प्रणमामः, प्रणमामः. एताः इति स्त्रीलिङ्गपदमस्ति खलु, एताः महिलाः, एताः बालिकाः, एताः वनिताः इति वक्तुं शक्यते. एषा इति पदस्य बहुवचनरूपमेव एताः. एताः बालिकाः गुरुं प्रणमन्ति. प्रणमन्ति इति पदमस्ति, तत्र केन सूत्रेण णत्वं भवति? नम्मति उपसर्ग निमित्तमस्ति. उपसर्गसमासेपि णोपदेशस्य, उपसर्गाद् असमासेपि णोपदेशस्य इत्युक्ते उपसर्गे निमित्तम् अस्ति. नमति इत्यत्र धातुः णोपदेशधातुः, धातुः णोपदेशधातुः अस्ति, अपि च निमित्तम् उपसर्गे अस्ति. उपसर्गाद् असमासेपि, असमासेपि इति उक्तमस्ति. असमासेपि इत्युक्ते अत्र समस्तपदं क्रियापदमस्ति, तिङन्तपदमस्ति. अत्र समस्तपदं नास्ति चेदपि उपसर्गे निमित्तम् अस्ति, णोपदेशधातुः अस्ति इति कृत्वा उपसर्गाद् असमासेपि णोपदेशस्य इति विशिष्टसूत्रेण णत्वकार्यं भवति. पठतु. आचार्यः शिष्यं परिष्करोति. आचार्यः एकवचनमस्ति पुल्लिङ्ग. शिष्यः अपि अकारान्तपुल्लिङ्गः अस्ति. परिष्करोति एकवचनमपि. शिष्यः शिष्यं, शिष्यं द्वितीय एकवचनम्. अत्र परिष्करोति इत्युक्ते किम्? आचार्यं आचार्यः शिष्यं परिष्करोति. परिष्करोति इत्युक्ते हि मेक्स् पर्फेक्ट् अथवा प्रिपेर् आर् मेक्स् हिम् रेडी. सं परि उप एतेभ्यः उपसर्गेभ्यः भूषणार्थे करोतौ परतः सुट् आगमः भवति. सम् उपसर्गः अथवा परि उपसर्गः अथवा उप उपसर्गः, एतेषु त्रिषु उपसर्गेषु अन्यतमः उपसर्गः अस्ति पूर्वपदरूपेण. उत्तरपदं कुरु धातुतः निर्मितं पदम् अस्ति इति कृत्वा अत्र सुट् आगमः भवति, आदौ सकारः आयाति. परि इति उपसर्गः अस्ति इति कृत्वा अत्र सुट् आगमः. सुट् आगमः इत्युक्ते सकारः आयाति. परियोगः सकारः योगः करोति. पश्चात् षत्वमपि भवति, तदर्थमेव परिष्करोति इति रूपं सिद्ध्यति. षट् कीदृशप्रत्यय भगिनि? लुट् आगमः, अट् आगमः. नूतनतया अन्यवर्णः आयाति. तत्र अन्यवर्णः कः इत्युक्ते दन्त्यसकारः नूतनतया आगमरूपेण मित्रवत् आगमः. मित्रम् इव नूतनतया दन्त्यसकारः आगमरूपेण अत्र विशिष्टसूत्रेण आयाति इति कृत्वा अत्र सुट् आगमः इति वक्तव्यमस्ति. सुट् इति कथनेन कीदृशं कार्यं भवति? भवती एव वदतु. सुट् आदे आगम भवति अस्ति चेत्, टित् अस्ति चेत् आदौ आयाति. आद्यन्तौ टकितौ इति सूत्रेण टित् अस्ति चेत् आदौ आयाति. सुट् टित् अस्ति. टित् इत्युक्ते टकारः इति संज्ञकः. उकारः अपि इत्संज्ञकः, तत्र दन्त्यसकारः एव अवशिष्यते, सः दन्त्यसकारः अङ्गस्य आदौ आगमरूपेण आयाति. सम्परि उप उपसर्गेभ्यः भूषणार्थे करोतौ परतः सुट् आगमः भवति इति विशिष्टं सूत्रमस्ति. तेन सूत्रेण आदौ सकारः आयाति, पश्चात् सकारः षकारः भवति इति कृत्वा परिष्करोति. भगिनी परिष्करोति सम् अस्ति चेत् सं संस्करोति अपि च संस्कारः इति मध्ये सुट् आयाति. उप अस्ति चेत् कथं वदनीयं भगिनी? उप उप उपसर्ग अस्ति चेत् उपस् उपस् करोति इति अस्ति वा? उप् संस्करोति तु अहं शृणोमि, किन्तु उप अस्ति चेत् कथं वदनीयं भगिनी? उपयोग सुट् योगः उप इति पदेन सह निर्मितम् उपस्कर्ता उपस्कर्तुम् अस्तु सूत्रं पश्यन्ती अस्मि. परि उपसर्गस्य योजनेन परिष्करोति, परिष्कर्तुं, परिष्कर्ता, परिष्कृत्य, परिष्कर्तव्यम् इत्यादीनि पदानि सिद्ध्यन्ति. सम् उपसर्गस्य योजनेन संस्कर्ता, संस्कर्तुं, संस्कर्तव्यम् इत्यादीनि पदानि, उपयोजनेन उपस्कर्ता, उपस्कर्तुम्, उपस्कर्तव्यम् इति रूपाणि. अग्रे सूर्यकुमारी भगिनी वदतु. पिता मन्दमतिं बोधयति. पिता पितृ प्रातिपदिकं प्रथम एकवचनं. मन्दमतिः मन्दमति पुरुष पुल्लिङ्ग भगिनी मन्दमतिः. मन्दमतिः इति पदस्य प्रसङ्गे बहु किमपि ज्ञातव्यमस्ति. समस्तपदं मन्दमति. गोमती भगिनी भवती वक्तुमिच्छति वा? मन्दमति इति पदस्य विषये वा? मन्दामति यस्य सः मन्दमतिः बहुव्रीहिसमासः. उत्तमं. सः मन्दं चलति, शनैः चलति, मन्दं चलति इति अत्र बहुव्रीहिसमासयुक्तं पदमस्ति. मतिः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा विग्रहवाक्यं कथं वक्तव्यं? मन्दा मतिः यस्य सः. यस्य सः इति वदामश्चेत् इदं पदं कस्यचित् पुरुषस्य पुंलिङ्गशब्दस्य विशेषणं भवति. बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि. मन्दमतिः बालकः इति वक्तुं शक्यते. तत्र विग्रहवाक्यं मन्दा मतिः यस्य सः इति वक्तव्यमस्ति. किन्तु बालिकायाः विशेषणं वक्तुमिच्छामश्चेत् मन्दामतिः यस्याः सा, किञ्चित् परिवर्त्य विग्रहवाक्यं वक्तव्यं भवति. मन्दामतिः यस्याः सा इति विग्रहवाक्यं वक्तव्यं चेत् तत्र मन्दमतिः इति पदं स्त्रीलिङ्गपदस्य विशेषणं भवितुमर्हति. मन्दबुद्धिः, मन्दमतिः, पूर्वं वयं दृष्टवन्तः प्रत्युत्पन्नमतिः. एवमेव अत्रापि मतिः इति पदं स्त्रीलिङ्गपदमस्ति, किन्तु बहुव्रीहिसमासप्रसङ्गे तत्र लिङ्गपरिवर्तनं दृश्यते. मन्दमतिः इति पदं कस्यचित् पुरुषस्य विशेषणं भवितुमर्हति, अत्र बालकस्य विशेषणं. भगिनि, बालिकायां विषये अपि एतदेव रूपं भवति न? मन्दामतिः यस्य सा, परन्तु तत्र पुंवद्भावः भवति, ततः मन्दा एव पूर्वपदं भवति न? तो स्त्रीलिङ्गम् अपि मन्दमतिः एव भवति इति अहं चिन्तयामि भगिनि, सम्यक् वा इति न जानामि. स्त्रीलिङ्गे पुंलिङ्गे तत्र रूपं तु समानमेव. स्त्रीलिङ्गे वक्तव्यं चेत् किञ्चित् परिवर्त्य विग्रहवाक्यं वक्तव्यं भवति. मन्दा मतिः यस्याः सा इति विग्रहवाक्यं वक्तव्यं भवति. यथा मया उक्तं, बालकस्य विशेषणं भवितुमर्हति, बालिकायाः विशेषणमपि भवितुमर्हति, रूपं तु समानमेव. अत्र पुंवद्भावः आयाति. किमर्थं पुंवद्भावः भवति? दीर्घारज्जु भवति, दीर्घरज्जु. उत्तर उत्तमा स्त्री भवति, उत्तमस्त्री इति. यदा प्रातिपदिकं प्रातिपदिकस्य प्रत्यययोजनेन स्त्रीरूपं भवति चेत् तत्र प्रातिपदिकस्य निष्कासनं भवति. उत्तमा स्त्री भवति, उत्तमस्त्री दीर्घरज्जुः इति तदेव कुम्भद्भावः इति अहं मन्ये. तदेव उत्तमबालिका इत्यस्मिन् समस्तपदे विग्रहवाक्यम् उत्तमा बालिका इति वक्तव्यमस्ति. अत्रापि एवमेव मतिः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा मन्दा मतिः इति वक्तव्यमस्ति. मन्दा मतिः यस्य सः इति विग्रहवाक्यं भवति. विशेष्यनिघ्नशब्देषु विशेष्यनिघ्नशब्दः इत्युक्ते मन्द इति प्रातिपदिकं त्रिषु लिङ्गेषु भवितुमर्हति. उत्तम इति पदं त्रिषु लिङ्गेषु भवितुमर्हति. उत्तमः उत्तमम् उत्तमा एवं रीत्या त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति चेत् तस्य नाम विशेष्यनिघ्नशब्दः. इमानि पदानि विशेषणानि भवन्ति. विशेष्यनिघ्नशब्देषु पुंवद्भावः करणीयः. विशेषणपूर्वपदकर्मधारयसमासप्रसङ्गे पुंवद्भावः वक्तव्यः. पुंवद्भावं कृत्वा विशेष्यनिघ्नशब्देषु विग्रहवाक्यं वक्तव्यं भवति. तदर्थमेव उत्तमा बालिका इति विग्रहवाक्यं वक्तव्यं चेदपि तत्र समस्तपदं तु उत्तमबालिका इति एव भवति. तत्र पुंवद्भावः वक्तव्यः इति भगिन्या सूचितं. साधु भगिनी, इदानीं गोमती भगिनी भवती एव कानिचन वाक्यानि पठित्वा समापयतु. मित्रं सद्गुणः कोष्टके वदति. मित्रं मित्रमिति नपुंसकलिङ्गं नपुंसकलिङ्गशब्दः अस्ति. अकारान्त मित्रा इति शप्राधिपदिकं. मित्रं प्रथमाविभक्ति एकवचनरूपम्. अत्र कर्ता अस्ति. मित्रं वदति. किं वदति? तत्र कर्मपदं भवति सद्गुणः. अतः द्वितीया विभक्ति कर्मणि द्वितीया इति भवती उक्तवती पूर्वं. तो मित्रं सद्गुणं वदति इति. सद्गुणः सद्गुणे सद्गुणाः सद्गुणं सद्गुणे सद्गुणान् इति रूपाणि. सद्गुणः इति पदमपि समस्तपदमेव. सत् इति प्रातिपदिकं स्वीकर्तव्यं. जस्त्वसन्धिः भूत्वा सद्गुणः इति रूपं भवति. विग्रहवाक्यं कथं भवति? सन् गुणः. कथं? पूर्वं वयं दृष्टवन्तः सद्वैद्यः सज्जनः इव अत्र सद्गुणः इति पदमपि विशेषणपूर्वपदकर्मधारयसमासः भवितुमर्हति. अग्रे करोतु. अग्रे जनाः ऋषयः पूजयन्ति. जनाः जन इति अकारान्त पुल्लिङ्गशब्दः. जनाः इति प्रथमाविभक्ति बहुवचनरूपं. जनाः पूजयन्ति. पूज इति धातोः पूजयन्ति लिवादिगणे अस्ति वा? अचोर् चुरादिग चुरादिगणीयधातु. तत्र बहुवचनरूपं क्रिया पूजयन्ति. जनाः पूजयन्ति. जनाः ऋषीन् पूजयन्ति. ऋषिः ऋषी ऋषयः. ऋषिं ऋषी ऋषीन् इति रूपाणि. ऋषि इति इकारान्त प्रातिपदिकरूपम्. ऋषीन् इत्यत्र अणत्वं न भवति खलु? तत्र अपि पदान्तस्य इति निषेधसूत्रम् आगच्छति. निमित्तम् अस्ति, निमित्ति अस्ति, सर्वम् अस्ति, परन्तु निषेधसूत्रम् आगच्छति पदान्तस्य. अतः ऋषीन् नकारः अत्र अवसाने अस्ति. ऋषीन् एव तिष्ठति, न तु न भवति. अपि च ऋष् इति एकः धातुः अस्ति. तस्य रूपं रुषति. ऋष् धातुतः ओणादिप्रत्ययेन निर्मितं पदं ऋषिः. ऋषिशब्दात् एव आर्ष इति पदं सिद्ध्यति. आर्षसम्प्रदायः इति वयं जानीमः. अग्रे करोतु. बालकाः माता पृच्छन्ति. बालकाः अकारान्त बालकशब्दस्य प्रथमाविभक्ति बहुवचनरूपं. बालकाः कर्ता. पृच्छन्ति इति क्रिया. प्रच् धातोः पृच्छ इति सम्प्रसारणं भूत्वा बहुवचनरूपं क्रियापदं. पृच्छति पृच्छतः पृच्छन्ति इति रूपाणि पादिगणीयधातुः. अनन्तरं माता. माता ऋकारान्त मातृशब्दं प्रातिपदिकं. माता मातरौ मातरः. मातरं मातरौ मातृन् इति द्वितीयाविभक्तिरूपाणि. अत्र माता इति एकवचने दत्तम्, अतः बालकाः मातरं पृच्छन्ति इति रूपं भवति. उत्तम. ऋषिणा इति तृतीयाविभक्ति एकवचनमस्ति, ऋषिणा इति वक्तव्यमस्ति. एवमेव षष्टिविभक्ति बहुवचनरूपमपि ऋषीणां, तत्रापि णत्वं भवति. तृतीयाविभक्ति एकवचने णत्वं भवति, षष्टिविभक्ति बहुवचने अपि णत्वं भवति. तत्र वार्तिकं वक्तव्यं, रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन ऋकारस्य कारणेन णत्वं भवति. ऋषिणा ऋषीणाम् इति पदद्वये णत्वं वार्तिकेन भवति. अग्रे करोतु. सेनापतिः व्यूहाः रचयति. सेनापतिः इति पुल्लिङ्गपदम्, इकारान्तपुल्लिङ्गपदम्, अत्र एकवचनं प्रथमाविभक्ति. रचयति क्रियापदं, रच धातु चौर् चुरादिगणीयधातु, रचयति इति प्रथमावि प्रथमपुरुष एकवचनं. अत्र व्यूहाः इति कोष्टके दत्तम्, अतः द्वितीय बहुवचनरूपं स्वीकरणीयम्. व्यूह इति शब्दः पुल्लिङ्गपदं, व्यूह व्यूहौ व्यूहाः, व्यूहं व्यूहौ व्यूहान् इति द्वितीयवचनरूपाणि. तु सेनापतिः व्यूहान् रचयति इति रूपं भवति. उत्तमम्. वि उपसर्गपूर्वकः, ऊह तत्र धातुः अस्ति, ऊहते इति लट्लकाररूपमस्ति. वियोगः ऊह इति तत्र धातोः रूपम् अस्ति, तेन व्यूहः इति रूपम्. अग्रिमं वाक्यं, शूराः जयः प्राप्नुवन्ति इति. शूर इति अकारान्तपुल्लिङ्गपदं, शूराः बहुवचनरूपं प्रथमाविभक्ति. शूरः शूरौ शूराः इति रूपाणि प्रथमाविभक्तौ. प्राप्नुवन्ति, प्रा उपसर्गपूर्व, आप् धातु स्वादिगणीयधातुः, प्रथमपुरुष बहुवचनरूपं, प्राप्नोति प्राप्नुतः प्राप्नुवन्ति इति रूपाणि. अनन्तरं जयः इति कोष्टके दत्तं, जयः पुल्लिङ्गपदं, जयः जये जयाः, जयं जया जये जयः जयौ जयाः, जयं जयौ जयान् इति रूपाणि. तु शूराः जयं प्राप्नुवन्ति इति रूपं वाक्यस्य रूपं. जी धातुतः जयः इति रूपं सिद्ध्यति. जी धातोः रूपमेव जयति लट्लकाररूपमस्ति. प्राप्नुवन्ति इत्यस्मिन् प्रा उपसर्गपूर्वकः, आप् धातुतः निर्मितं पदम् आप्नुवन्ति, आप्नोति आप्नुतः आप्नुवन्ति आप्नुवन्ति इति रूपसाधनसमये एकं विशिष्टं सूत्रं ज्ञातव्यम्. अचिष्णुधातु भ्रुवां युवोर्यङ्गु वङ्गौ इति सूत्रं ज्ञातव्यम् अस्मिन् प्रसङ्गे. प्राप्नुवन्ति इति रूपं साधयितुम् अचिष्णुधातु भ्रुवां युवोर्यङ्गु वङ्गौ इति सूत्रं, तेन विशिष्टसूत्रेण उवङ्ग् आदेशः भवति. उवङ् इति कथनेन तत्र अन्ते ण्यकारः अस्ति, ण्यकारः हलन्त्यम् इत्यनेन इति संज्ञकः भूत्वा अपगच्छति. तत्र उव उ वा तत्र अकारः अस्ति, सः अकारः उच्चारणार्थः. उव् आदेशः भवति इति कृत्वा एव आप् योगः उव् योगः अन्ते इति सिद्धतिङ् प्रत्ययः अस्ति. मूलप्रत्ययः तु तिप् तस् झि झि अस्ति, झि स्थाने झोन्तः अन्त आदेशः भवति, तेन अन्ति इति सिद्धतिङ् प्रत्ययः अन्ते अस्ति एव. अत्र अचिष्णुधातु भ्रुवां युवोर्यङ्गु वङ्गौ सूत्रेण उवङ्ग् आदेशः भवति चेदेव तत्र इष्टं रूपं प्राप्तुं शक्नुमः. प्राप्नुवन्ति इति रूपम्. अन्तिमं वाक्यं, कौरवाः लाक्षागृहं निर्मान्ति. कौरवाः कौरव इति अकारान्तशब्दस्य प्रथमाविभक्ति बहुवचनरूपं. कौरवः कौरवौ कौरवाः इति कुरु वर्गे कुरु कुरु कुरोपापत्यं पुमांसः पुमांसः इति कौरवाः. निर्मान्ति नि उपसर्गपूर्वकः निर् निर् निर् निर् उपसर्गपूर्वकः मा धातु बहुवचनरूपं प्रथमपुरुष बहुवचनरूपं निर्माति निर्मितः निर्मान्ति एतत् रूपाणि सम्यक् वा भगिनि निर्माति निर्मितः निर्मन्ति क्रयादिगणीय धातु वा एकवारं पुनः वदामि रूपाणि माति मातः मान्ति माति मातः मान्ति तत्र निर्मसर्गः अस्ति मा माने इत्यस्मिन् अर्थे अदादिगणे अस्ति इति कृत्वा मा धातुतः तिङ्प्रत्ययस्य योजनेन माति अन्ति इति बहुवचनप्रत्ययः अस्ति इति कारणतः मा योगः अन्ति मान्ति अपि च अत्र लाक्षागृहं लाक्षागृहम् अत्र वाक्यं भवति कौरवाः लाक्षागृहं निर्मान्ति अत्र गृह इति अकारान्त पुल्लिङ्गपदं तत् द्वितीयविभक्ति प्रथम एकवचनरूपं गृहम् इति लाक्षागृहं समस्तपदमस्ति लाक्षाम् उपयुज्य एतद् गृहं तद् लाक्षागृहम् अत्र विग्रहवाक्यं न जानामि परन्तु लाक्षा इत्युक्ते लाक् कौरवाः लाक्षागृहं निर्मान्ति अहं चिन्तयामि मध्यमपदलोपी समासः भवति इति भाति इत्युक्ते तेन निर्मितं गृहं लाक्षा इति एकं रञ्जनद्रव्यम् अस्ति तेन द्रव्येण निर्मितम् इदं गृहम् आङ्ग्लभाषायां लाक् इति उक्तं भगिनि एल् ए सि लाक् लाक् लक्क तेन निर्मितं गृहम् अत्र मा धातोः प्रसङ्गे उपसर्गभेदेन कानिचन पदानि वदामि निर् इति उपसर्गपूर्वकः मा धातुतः ल्युट् योजनेन निर्माणं निर्योगः मा योगः ल्युट् योजनेन निर्माणं प्रा इति उपसर्गः अस्ति चेत् प्रमाणं परि अस्ति चेत् परिमाणम् अनु अस्ति चेत् अनुमानम् उपा अस्ति चेत् उपमानं पश्यन्तु कीदृश अर्थभेदः अस्ति अत्र निर्माणं प्रमाणं परिमाणम् अनुमानम् उपमानं सम् उपसर्गः अस्ति चेत् सम्मानम् इति रूपं भवति अत्र उपसर्गभेदेन विभिन्नानि पदानि निर्मातुं शक्नुमः एतेषां पदानाम् अर्थः सम्पूर्णरीत्या भिद्यते तत्र निर्माणं भिन्नं पदं प्रमाणं परिमाणम् अनुमानम् उपमानं सम्मानम् इमानि पदानि पृथक् पदानि उपसर्गभेदेन तादृश अर्थभेदः भगिनि मा इति अदादि गणीयधातु माङ् वा ङकार युक्तस्ति वा माङ् वा औपदेशिकरूपं केवलं मा एव अस्ति माङ् नास्ति अनुबन्धवर्णाः न सन्ति किमर्थं पृच्छामि अत्र एकं सूत्रमस्ति नेर् गद नद पद पद घूमा इति दीर्घसूत्रेण नत्वं वैकल्पिकेन भवति नि इति उपसर्गस्य लैक् प्रायोग नकारं नकारं भवति यदा मा इति धातु भवति उपसर्गनिमित्तं भवति चेत् प्रयोग मा योग ल्युट् प्रमाणम् तत्र मा इति माङ् इति धातुः तदेव अदादिगणे धातुः अस्ति चेत् मा धातोः रूपं माति अपि च जुहोत्यादिगणे अपि मा धातुः अस्ति जुहोत्यादिगणीयमा धातोः प्रसङ्गे माङ् इति तत्र कवर्गीय अन्तिमव्यञ्जनम् इत् संज्ञकरूपेण तत्र दत्तमस्ति अतः एतत् सूत्रम् अत्र कार्यं करोति निर्गद नद पत पद गु मा स्यतिहन्ति दीर्घसूत्रम् अत्र मा इति धातुः अस्ति तदेव प्रमाणम् इति भवति तत्र नकारस्य नकारं नकारः एतत् सूत्रेण भवति भगिनि धन्यवादः भगिनि अत्र माङ् इत्युक्ते मानपि माङ् अपि भगिन्या किं सूचितम् इत्युक्ते नेर्गदनद सूत्रे यः धातुः अस्ति सः धातुः मा धातुः, तस्य मूलरूपं माङ् इत्युक्ते मिमीते इति रूपेण जुहोत्यादिगणे धातुः अस्ति माङ् धातुः, तस्य रूपम् इति साधु इति मन्ये. अदादिगणीयमा धातोः रूपं माति, किन्तु अर्थः समानः इति भाति द्वयोः. अहम् औपदेशिकरूपं न जानामि भगिनी. अत्र मम सूत्रे एतदेव दत्तं, माङ् इति मा इत्यस्य रूपम्, अनन्तरं अनातर रूपम् आल्सो इस् देर् मेङ्, माङ् मेङ् धातुद्वयं मा इति सूत्रे represents. Ma represents Maang Meng. That only I know. I don't know Maang iti Adadi Ganeva Meng. I have to see that again. Juhotyadi Ganeva api Ma Dhatuhu. Anubandhalope sati tasirupam api Ma eva. Adadi Ganeva Dhatuhu prasenge tatra anubandhavarnaha na drushyante. Adadi Ganeva Dhatuhu rupam tu Maati. किन्तु जुहत्यादिगणे द्वित्वं भवति इति कृत्वा मिमीते इति रूपम् उपसर्गभेदेन ल्युडन्तरूपाणि मया दृष्टानि, तदर्थम् उक्तवती. निर्माणं, प्रमाणम् इत्यादीनि पदानि. भगिनि मा इति अदादिगणीयधातु एव, माने इति तत्र नकारः नास्ति भगिनि, मा माने एव. अनन्तरं मा इति जुहोत्यादिगणे अस्ति, अनन्तरं दिवादिगणे अस्ति, तत्र नकारः इत् अस्ति. ऐ डोण्ट् नो दिस् नद वद तत्र विच् माङ् सुबुमहोदयस् नोट्. साधु भगिनि, आगामिनि सप्ताहे द्वितीयविभक्तेः प्रसङ्गे इतोपि अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादाः.